अस्तु, अस्माकं पठनविषयः अस्ति तत्त्वं, भेदः, तयोः नियतावधिकत्वं, निखिलावधिकत्वं, अपि तु संयोगविभागविषये अवधिकत्वम् अस्ति वा न, निखिलावधिकत्वम्, अनेकावधिकत्वम् इत्यादीन् दृष्ट्वा तयोः सम्बन्धः कः इत्यादीनपि दृष्टवन्तः गतसप्ताहे. तत्र संशयः अस्ति वा? आरम्भे अहं पृच्छामि, अस्ति चेत् चर्चयितुं वा अग्रे सरेम? संशयः नास्ति. अस्तु, न वदामि वा किम् एकवारं? अवश्यम् अवश्यं महोदय. तत्र गतसप्ताहे वयं दृष्टवन्तः यत्र नियतावधिगत्वम् अस्ति तत्र प्रायः निखिलावधिगत्वं भवेत्, तद् सर्वदा नास्ति. परन्तु यत्र नियतावधिगत्वं नास्ति तत्र निखिलावधिगत्वं न भवति इति. समीचीनं. पृथक्तविषये कः विषयः? पृथक्तविषये तत्र नियतावधिगत्वम् अस्ति, निखिलावधिगत्वं नास्ति. तत्र अनेकावधिगत्वं भवति. भवति. रामप्रिया भगिनी, किमर्थम् अनेकावधिकत्वं पृथक्तस्य? किमर्थम् अनेकावधिकत्वं किल? तत्र पृथक्त्वे एकं क्षम्यताम् बहवः अवधयः सन्ति. तत्कारणात् अनेकावधिकत्वम् इति वक्तुं शक्नुमः किल? आश्रयभूत अवयव अतिरिक्त बहवः अवधयः सन्ति, अतः अनेकावधिकत्वम् इति. तदेव प्रमुखः अंशः खलु तत्र. आश्रयभूत अवयवान् विहाय सर्वेषाम् अवधित्वं पृथक्त्वम् इति विषयः. तदेव, तदर्थमेव पृथक्तस्य अनेकावधिकत्वम् इति. तर्हि निखिलावधिकत्वं तु जानन्ति सर्वे इति मन्ये. सुनील् महोदयेन भगिनी एकः प्रश्नः, एतत् बहवः अवधयः एव अवधिसमुदायः इति वक्तुं शक्नुमः किल? तदेव अवधिसमुदायः किल? आम् आम्, अवधिसमुदायः इत्युक्ते यस्मिन् समुदाये वा यस्मिन् समूहे द्रव्यपृथक्त्वस्य अवधयः सन्ति तदेव. घटः इत्युक्ते घटपृथक्त्वम् इति वदामश्चेत् घटपृथक्त्वस्य अवधयः ये सन्ति तेषां समूहः एव अवधिसमुदायः. तेन पृथक्त्वं विद्यते. तेन पृथक्त्वं विद्यते, अपि तु भिन्नरीत्या आश्रयभेदेन किल? आम्, आश्रयभेदेन अपि विद्यते. परन्तु तत्र अर्थः तु समानः एव. तत्तु अवगतं तत्र. आम्, कथम् अर्थः समानः कोऽपि वदतु. पृथक्त्वं तद् वाक्यमस्ति. पृथक्त्वम् इति गुणः अपरस्मात् पृथक्त्वात् विद्यते तत् आश्रयभूतद्रव्येण इति. तद् आश्रयभूत यदा घटपृथक्त्वं पटपृथक्त्वं करोतु भगिनि. घटपृथक्त्वम् इत्युक्ते पृथक्त्वस्य आश्रयः अत्र घटः इति अस्ति. पटपृथक्त्वम् इत्युक्ते तत्र पटपृथक्त्वस्य आश्रयः पटः अस्ति, तदाश्रयभूतद्रव्येण तद् भिद्यते. इत्युक्ते घटपृथक्त्वं पटपृथक्त्वात् कथं भिद्यते? घटपृथक्त्वं पटपृथक्त्वात् तद् आश्रयभूतद्रव्येण घटेन घटपृथक्त्वं घटे पटपृथक्त्वं पटे इति अस्ति, तद् आश्रयभूतद्रव्येण तद् भिद्यते. इत्युक्ते घटपृथक्त्वं घटे एव वर्तते, पृथक्त्वं तु एकमेव, अतः घटेन भिद्यते घटपृथक्त्वं, पटेन भिद्यते पटपृथक्त्वम्. समुदायं स्वीकृत्य कथं भिद्यते सुनील महोदय? तत्रापि घटः पटात् भिन्नः इति पृथक् वदामः चेदपि घटे एव पृथक्त्वम् अस्ति, तदा अन्यसमुदायः अस्ति चेदपि घटे एव पृथक्त्वम् अस्ति इति. तत्र घटः पटात् पृथक् पृथक् अस्ति, घटः वृक्षात् पृथक् अस्ति. ध्वनिः अस्ति खलु मध्ये? घटः पटात् पृथक् अस्ति, घटः पुस्तकात् पृथक् अस्ति इति अन्य द्रव्याणि अपि सन्ति. अस्मिन् समये अपि पृथक्त्वं घटे एव अस्ति, अन्यसमुदायात् पृथक् इति वक्तुं शक्नुमः. एकनिमिषं, प्रश्नः कः? समुदायः इति स्वीकृत्य समुदायेन भिद्यते घटपृथक्त्वं पटपृथक्त्वात्, एकस्य अर्थः कः? अत्र आश्रयातिरिक्त द्रव्याणि सन्ति इति. एकनिमिषम्, अवधिसमुदायः कः अस्ति घटपृथक्त्वस्य? अन्य द्रव्याणि भवितुम् अर्हति, इत्युक्ते अत्र पटः वा वृक्षः वा. हा समीचीनं, कम् अतिरिच्य द्रव्याणि? घटम् अतिरिक्तद्रव्याणि. किन्तु घटपरम्परायां ये अवयवाः सन्ति तान् अतिरिच्य सर्वाणि द्रव्याणि घटपृथक्त्वस्य समूहे सन्ति खलु? पटपृथक्त्वे समानमेव, पटं विहाय अन्यद्रव्याणि. पटम् अपि तु किम्? पठः च तस्य पर अवयव अवयवाः विहाय अन्यद्रव्याणि अवधिसमुदायः इति. समीचीनं, तर्हि एतौ द्वौ समानौ वा? एतौ द्वौ समानौ नास्ति. किमर्थम्? अत्रापि पृथक्त्वं घटे अस्ति. एकनिमिषं, घटस्य घटपृथक्तस्य समुदायं भवान् उक्तवान् खलु, अपि तु पटपृथक्तस्य समुदायं खलु, तर्हि एतौ समानौ वा इति अर्थः, इति प्रश्नः. इत्युक्ते समुदायं तद् समानो नास्ति. किमर्थम्? अत्र घटस्य अवधिसमुदाये पटः अस्ति, पटस्य अवधिसमुदाये घटः अस्ति इति कारणेन भिन्नौ एव खलु। तर्हि आश्रयं, यदि भवान् आश्रयं वदति घटपृथक्त्वस्य आश्रयं वा पटपृथक्त्वस्य आश्रयं, तर्हि अहं वदामि समुदाये के के सन्ति इति खलु। अतः समुदायविषये अपि समुदायविषये स्पष्टतया वयं वक्तुं शक्नुमः यत् आश्रयम् आश्रयः कः इत्युक्ते कः आश्रयं किम् इति वदामश्चेत् समुदायस्य परिचयः अवश्यं स्पष्टतया भवेत्। अतः द्वयोः अर्थौ समानौ एव, आश्रयभेदेन विद्यते, भिन्नरीत्या समुदायभेदेन विद्यते। आश्रयस्य आधारेण एव समुदायः अपि निर्णीयते खलु। तदेव अर्थः अस्ति। अस्तु, अनेकावधिकत्वस्य विषये संशयः अस्ति वा? पुष्पा भगिनी, भगिनी अत्र अनेकावधिकत्वं तु तस्य अवयवयविनोः समुदायेन अनेकावयवमस्ति, सम्यक्? पुनः प्रयत्नं करोतु भगिनि। अनेकावधिकत्वम् इत्युक्ते उदाहरणं स्वीकृत्य वदतु भगिनि। गृहे कपालः अवयवः, घटस्य अवयवः, घटस्य अवयवः तत्तु कपालघट घटयोः अनेकावधिकत्वम् अवयव अवयवनौ अवयव अवयवनौ भगिनि घटः पृथक् इति वाक्यमस्ति खलु, परन्तु कदापि घटः कपालात् पृथक् इति न खलु। घटः पटात् पृथक्, परन्तु घटः कपालात् पृथक् इति वक्तुं शक्नुमः वा? न न तत्तु अवयवः अस्ति। तर्हि घटपृथक्त्वस्य अवयवः के के? अवयवः अवयवः के के? अवधिः अवधयः, अवधिः अवधिः अवधः तु कपाल घटात् पृथक् इति वाक्यं, तर्हि पृथक्त्वस्य अवधिः पटः खलु, पटः अवधिः पटः अवधिः घटस्य पटः तत्र अवधिः अस्ति। तथैव घटः स्यूतात् पृथक्, घटः गृहात् पृथक्, पुष्पात् पृथक् अस्तु इत्यादिषु सन्दर्भेषु, इत्यादिषु उदाहरणेषु भिन्न भिन्नाः अवधयः खलु। अतः घटं विहाय, घटस्य अवयवाय बहवः अवधयः सन्ति घटपृथक्त्वं प्रति खलु। अतः एव घटपृथक्त्वस्य अनेका अवधिकत्वम् इति। अवयवः अत्र आयाति। अस्तु अस्तु भगिनि, अग्रे सरेम वा? सुनील महोदय, भेदस्य निखिलावधिकत्वं भवति किम्? इति परिच्छेदः इति भागः तत्र अत्र स्मर्यताम् इति आरभ्य पठतु कृपया. भेदस्य निखिलावधिगत्वं भवति किम्? अत्र स्मर्यतां निखिलावधिगत्वम् इत्यस्य निखिलशब्दस्य अत्र कः अर्थः? यदा निखिलशब्दः स्वातन्त्र्येण उच्येते तदा गगनमात्रम् आयाति, किन्तु अत्र तथा नास्ति. एतादृशसर्वनामनाम्नां तथा स्वभावः अस्ति. वाक्यं दृष्ट्वा एव येषाम् अर्थनिर्धारणं कर्तव्यम्. सव इति पदं यदा तद्वत् इदं निखिलम्. अत्र अवधिगत्वविषये यस्मिन् वाक्ये निखिलशब्दः निविष्टः निखिलपदेन किं विवक्षितम् इत्युक्तौ घटातिरिक्तं यावत् जगति विद्यमानं सर्वं विवक्षितं. घटातिरिक्तं यत् तदवधिगत्वं विवक्षितम् अस्मिन् सन्दर्भे. अत्र निखिलावधिगत्वम् इति पदे अत्र निखिलशब्दस्य अर्थः कः इति प्रश्नः अत्र अस्ति. यदा वयं निखिलशब्दम् आशृण्मः तत्र गगनं मात्रम् आयाति इति इत्युक्ते किं? गगनं मात्रम् इत्युक्ते अत्र एकदशरूपम् इति वा अथवा सर्वं सर्वमिति जगति सर्वमस्ति तस्य तस्य निर्देशम् अत्र तादृशं नास्ति. परन्तु अत्र सर्वनाम्ना शब्दः वाक्यं दृष्ट्वा एव अर्थं स्वीकुर्मः इति इत्युक्ते अत्र सर्वं सर्व इति पदं यदा तद् तादृशमस्ति निखिलम् इति अपि अत्र अवधिगत्वविषये यस्मिन् वाक्ये निखिलशब्दः निविष्टः निखिलपदेन किं विवक्षितम् इत्युक्तौ घटातिरिक्तं यावत् जगति विद्यमानं सर्वं विवक्षितम् इत्युक्ते अत्र निखिलशब्दः इति घटस्य विषये वदामः चेत् अत्र घटातिरिक्तं यावत् जगति अन्यद्रव्याणि सन्ति तत्सर्वं स्वीकुर्मः इति अतः कादिक्तं यत् तदवधिगत्वं विवक्षितम् अस्मिन् सन्दर्भे इति घटं विहाय अन्यद्रव्याणि अत्र विवक्षितमस्ति इति. समीचीनम्. इत्युक्ते केवलं यथा भवता उक्तं साधारणतया निखिलशब्देन सर्वं सर्वम् इति अर्थः, परन्तु अत्र तु किञ्चित् भिन्न अस्ति अर्थः. निखिलावधिकत्वम् इत्यनेन तद्द्रव्यं विहाय सर्वस्य सूचनम् इति, जगति यत् अस्ति तस्य सूचनम् इति, परन्तु द्रव्यं विहाय तद् अवधिकत्वमेव. अस्तु, अग्रे रामप्रिया भगिनी. आं भगिनि, एतावता अस्माभिः दृष्टं यत् पृथक्त्वस्य निखिल अवधिकत्वं नास्ति, संयोगस्य वियोगस्य च एवमेव निखिल अवधिकत्वं नास्ति. अधुना भेदस्य का गतिः? भेदस्य निखिल अवधिकत्वं भवति वा? पूर्वम् अस्माभिः दृष्टं यत् प्रतियोगिनं विहाय भेदः सर्वत्र भवति किल. वयं पूर्वं गतसप्ताहे दृष्टवन्तः यत्र पृथक्त्वस्य निखिलावधिकत्वं नास्ति, संयोगस्य वियोगस्य अपि निखिलावधिकत्वं नास्ति इति. इदानीं भेदस्य विषयः निखिलावधिकत्वं भवति वा न वा इति. भेदः तु अन्योन्य अभावः, तत्र वयं दृष्टवन्तः. भगिनि एकनिमिषं, तस्मात् पूर्वं किञ्चित् वदतु पृथक्त्वस्य अपि तु संयोग विभागविषये. पृथक्त्वस्य तु किमर्थं निखिल निखिलावधिकत्वं नास्ति इति किल तद् आश्रयभूत अवयव अवयवः अतिरिक्त अवधिकत्वम् अवधिकत्वम् एव अस्ति अतः अनेक अवधिकत्वम् एव अस्ति निखिलावधिकत्वं नास्ति संयोगः तत्रापि निखिलावधिकत्वं नास्ति किमर्थं तत्रापि स्व आश्रय आम् तदेव स्व आश्रयभूत अवयव अतिरिक्त्य अवधिः नास्ति इति स्व आश्रय खलु अवधित्वं न भवति आम् एकनिमिषं पुनः पुनः वदतु भगिनि तत्र संयोगस्यापि निखिलावधिकत्वं नास्ति किल तत्रापि स्व आश्रय अवयवपरम्परायां तत् किम् अवधित्वं न भवति संयोगस्य अवधित्वं न भवति इति स्व आश्रयपरम्परायाम् अवयवानाम् अध अवधित्वं नास्ति संयोगं प्रति तदेव वियोगः विषये अपि स्व आश्रय अवयवपरम्परायां संयोग स्थितेषु मूर्तद्रव्येषु संयोगस्य अवधित्वं न भवति तत्रापि निखिलावधिकत्वं नास्ति वियोगं वियोगः संयोग संयोगः द्वावपि निखिलावधिक द्वे अपि निखिलावधिकत्वं न भवति अस्तु द्वयोः निखिलावधिकत्वं संयोगविषये यदस्ति तदेव वियोगविषये अपि तदेव अतः अग्रे अतः भेदः इदानीं भेदः विषये भवति वा न वा इति भेदः विषये एव पूर्वम् अस्माभिः दृष्टं यत् प्रतियोगिनं विहाय भेदः सर्वत्र भवति इति भेदः इत्युक्ते अन्योन्य अभावः इति वयं जानीमः तत्र प्रतियोगिनं विहाय भेदः इति अन्योन्य अभावः सर्वत्र भवति प्रतियोगी इत्युक्ते भेदविषये प्रतियोगी कः उदाहरणम् अहं चिन्तयामि एकनिमिषं भगिनि तदेव घटः पटः न इति अस्ति चेत् यदा वयं घटः पटः न इति स्वीकुर्मः चेत् तत्र पटभेदः घटे अस्ति पटः इति प्रतियोगी पटः इति प्रतियोगी इत्युक्ते घटः इति अनियोगी भवति घटे पटप्रतियोगिनं विहाय सर्वत्र भवति इति वा अस्तु आम् समीचीनमेव आम् भेदः इत्युक्ते पटात् भिन्नः इति उक्तं खलु पटः अस्ति पटः प्रतियोगी पटः प्रतियोगी पटभेदः घटे अस्ति पटभेदः सर्वत्र अस्ति प्रतियोगिनं विहाय पटं विहाय पटभेदः घटे अस्ति पटभेदः सर्वत्र अपि अस्ति खलु पटभेदः सर्वत्र अस्ति तस्मिन् पटभेदः अस्ति खलु पटम् इति वदतु यत् यः पटः न तस्मिन् पटभेदः अस्ति खलु सत्यं वा घटः पटः पुटं घटः न, दूरवाणी पटः न, पुस्तकं पटः न, खलु? तर्हि पटभेदः कुत्र कुत्र अस्ति? पटभेदः विहाय सर्वत्र. आम्, तर्हि पट अन्योन्याभावः पुस्तके अस्ति, पुटे अस्ति, दूरवाण्याम् अस्ति इति खलु. तर्हि पटः प्रतियोगी अस्ति, तं विहाय पटभेदः सर्वत्र अस्ति इति अस्ति. अवगतम्? अवगतं खलु. पुष्पा भगिनी पठति, अन्य केनापि आगतं वा? न प्रायः. अस्तु पुष्पा भगिनी. अस्तु भगिनि. आम् कृपया पठतु भगिनि. पृथक् एकनिमिषं. पृथक्त्वं न तथा पृथक्त्वाश्रयभूत पृथक्त्वं न तथा पृथक्त्वाश्रयभूतघटं विहाय तत् अवधिकत्वं घटपृथक्त्वे अस्ति विहाय. इदानीं वदामः न, घटः तस्मात् पृथक् इति न भवति इति तु जानीमः एव. नाम पृथक्त्वम् अधिकृत्य घटस्य स्वस्य अवधित्वं नास्ति, किन्तु घटं विहाय सर्वस्मिन् जगति घटपृथक्त्वं प्रति अवधित्वं भवति वा? अत्र इदानीं वदामः पृथक्त्वाश्रयभूत घटं विहाय पृथक्त्वं न तथा इति अस्ति वाक्यं खलु. हा, पृथक्त्वं न तथा इत्युक्ते न तथा इत्युक्ते अत्र प्रतियोगिनं विहाय भेदं सर्वत्र भवति. भेदस्य विषयं भवति. आम्, समीचीनं समीचीनं. इत्युक्ते पृथक्त्वं तु तथा न, पृथक्त्वं सर्वत्र न वर्तते. घटपृथक्त्वं सर्वत्र अस्ति वा? घटपृथक्त्वं सर्वत्र अस्ति नास्ति. घटपृथक्त्वं तु घटविषयकपृथक्त्वं यद् घटे अस्ति खलु. परन्तु घटभेदः सर्वत्र अस्ति, घटे तु नास्ति खलु. तदेव अस्ति अत्र अर्थः. तथैव पृथक्त्वाश्रयभूत घटं विहाय तत् अवधिकत्वं घटपृथक्त्वे अस्ति इति नास्ति. इदानीं उक्तं न तत्तु भिन्न अस्ति खलु, भिन्न भिन्न. आश्रयभूतघटं पृथक्त्वाश्रयभूतघटं विहाय तत् अवधिकत्वं घटपृथक्त्वे अस्ति. अवधिकत्वं कोऽपि अवधिकत्वं घटपृथक्त्वे अस्ति इति नास्ति इति नास्ति इति बोधितं. किमर्थं नास्ति? अत्र आश्रयभूत नास्ति न, पृथक्त्वाश्रयभूत आश्रयत्वं नास्ति न, पृथक् त्वाश्रयत्वं नास्ति इत्युक्ते आश्रयः तु घटः खलु घटं किं नास्ति तत्र किं नास्ति एतद् वाक्यं पृथक् पृथक् अवधिकत्वम् अवधिकत्वं घटपृथक्त्वे अस्ति इति बोधयितुं न शक्नुमः परन्तु किमर्थं कोऽपि साहाय्यं करोति वा सुनील् महोदय वा रामप्रिया भगिनी तत्र अवयव अवयविनः विषये अस्ति अतः तत्र पृथक्त्वं सर्वत्र नास्ति इति करं साधयति समीचीनमेव इत्युक्ते एवमेव उक्तं रामप्रिया भगिन्या अवयवानाम् अवधित्वं तत्त्वं प्रति कृत्वा पृथक्त्वस्य निखिलावधिकत्वं न तदेव अस्ति अर्थः खलु तद्दवधिकत्वं तद्दवधिकत्वम् अस्ति परन्तु घटाश्रयं पृथक्त्वाश्रयं विहाय पुनः घटं विहाय पुनः घटस्य अवयवान् विहाय तद्दावधिकत्वम् अस्ति पृथक्त्वं प्रति खलु तद् नास्ति इति बोधयति न आम् तद् नास्ति घटः अवधिकत्वं नास्ति इति घटावधिकत्वं नास्ति भगिनी अवगतं वा न ब्रेकअप् ऐ मीन् ऐ कुडन्ट् हियर् द होल् थिङ्ग् when you said something break up I mean audio shunmah astu aham vadami atra iti nasti iti asti kalu tatvasya bhuta gatam vihaya tatadavadikatvam gatapritatve asti iti nasti nasti ha tatve asti chet tatvasya nikhilavadikatvam bhavet अस्तु परन्तु तादृशं नास्ति खलु कथं नास्ति इति जानीमः तदेव घटः तस्मात् पृथक् इति न भवति तत्तु कथं घटः स्वस्मात् तत् किं वदामः स्व आवधिकत्वं न पृथक् इति न भवति न आं सम्यक् पृथक् इति न वक्तुं शक्नुमः आवां जानीमः एव नाम पृथक्त्वम् अधिकृत्य नाम पृथक्त्वम् अधिकृत्य घटस्य स्वस्य अवधित्वं नास्ति इदानीम् अवधित्वं अवधिः पठात् पृथक् अस्ति घटः तत्र स्वस्य अवधित्वं नास्ति समीचीनं भगिनि किन्तु घटं विहाय सर्वस्मिन् जगति घट पृथक् इदानीं घटपृथक्त्वं प्रति अवधित्वं भवति वा इति प्रश्नः इदानीं वदामः न अस्ति इति घटं विहाय सर्वस्मिन् जगति घटपृथक्त्वं प्रति अवधित्वम् अस्ति न अस्ति वा अस्ति इदानीं वदामः न कपालावधिकत्वम् अस्ति वा न कपालः नास्ति, स्वस्य अवयव मध्ये नास्ति. तत्तु पटात्या कोऽपि स्यूतात् कोऽपि अवधित्वं भवति. सम्यक् सम्यक् एव. अतः प्रश्नस्य उत्तरमस्ति न नास्ति. सुनील् महोदय पृथक्त्वं प्रति तादृशम् अवधित्वं नास्ति चेत् कुत्र भवति, कुत्र च न भवति, अपि च पृथक्त्वस्य तादृशी स्थितिः तथा भेदस्य अपि वा? प्रथमतया पृथक्त्वस्य स्थितिः वक्तव्या तथा भेदस्य. इदानीम् अत्र अत्र अस्मिन् उदाहरणं स घटं विहाय जगति अन्यद्रव्याणि सन्ति चेत् अत्र कुत्र अवधित्वं भवति, कुत्र अवधित्वं न भवति इति प्रश्नः. अत्र पृथक्त्वस्य स्थितिः का इति प्रथमं द्रष्टव्यम्, अनन्तरं भेदस्य इति. पृथक्त्वस्य स्थितिः अस्ति, अत्र निखिलावधिगत्वं नास्ति परन्तु अनेक अवधिगत्वम् अस्ति इति. भेदस्य अस्ति अत्र भेदस्य विषयम् अग्रे पश्येम, परन्तु कुत्र भवति कुत्र न भवति पृथक्त्वस्य विषये? पृथक्त्वस्य विषये अत्र स्वस्मिन् स्वस्मिन् विहाय अन्यत्र पृथक्त्वं भवति. एवम् एवं वा? इत्युक्ते अत्र घटः इति स्वीकुर्मः चेत् तस्य अवयवान् विहाय, घटं विहाय, घटं विहाय विहाय खलु. पुनः पूर्णवाक्यं वदतु भोः. घटस्य घटं विहाय जगति अन्य अन्यद्रव्याणि सन्ति तत्र पृथक्त्वं भवति. पुनः घटं विहाय अन्य जगति अन्यद्रव्याणि सन्ति तत्र पृथक्त्वं भवति. एवं वा? रामप्रिया भगिनी अवयवभिन्नपदार्थेषु पृथक्त्वस्य अवधित्वं भवति. पृथक्त्वस्य आश्रयं विहाय अपि तु स्व अवयव परम्परायां ये ये अवयवाः सन्ति तान् विहाय पृथक्त्वस्य अवधिकत्वं भवति जगति खलु. सुनील् महोदय इदानीम् अवगतं वा? पुनः वदतु वाक्यं. पृथक् कुत्र कुत्र भवति? पृथक्त्वस्य आश्रयं विहाय स्वस्मिन् अवयवान् विहाय सर्वत्र भवति. सर्वत्र भवति. समीचीनम्. शृणोति वा? मध्ये मध्ये भग्नः अभवत् तदेव. अस्तु वा, सम्यक्तया न? मध्ये मध्ये किञ्चित् क्षणं गतम् अनन्तरम्. अस्तु, इदानीं तु वदन्तु कृपया. सम्यक् न शृणोति, शृण्वन्तु चेत् कृपया स्थगयतु इदानीं शृणोति. अस्तु अस्तु अस्तु आम् अग्रे पठतु भगिनि. विद्याधर्यां दत्तम् अस्ति यत् सर्वोऽपि पदार्थः तादात्म्यसम्बन्धेन स्वस्मिन् भवति. तेन सम्बन्धेन घटो नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति. अयमेव च भेदः प्रतियोगिनं विहाय सः सर्वत्र भवति. एवं पटो न इति भेदः पटं प्रतियोगिनं विहाय सर्वत्र भवति. तर्हि प्रतियोगिनं विहाय भेदः सर्वत्र भवति इत्यस्य को अर्थः इति. यदा विद्याधर्यां पुस्तके वाक्यमस्ति यत् सर्वोऽपि पदार्थः तादात्म्यसम्बन्धेन स्वस्मिन् भवति इति. इत्युक्ते इत्युक्ते कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायेन यदा घटं जनयति इति स्वस्मिन् तत् सम्बन्धः तादात्म्यसम्बन्धः. स्वस्मिन् पदार्थस्य सम्बन्धः यः वर्तते सः तादात्म्यसम्बन्धः. तेन सम्बन्धेन इत्युक्ते तादात्म्यसम्बन्धेन घटः नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति. यदा वयं घटं घटः नास्ति इति वदामः चेत् तद् अभावः घटं विहाय जगति सर्वत्र भवति. अयमेव च भेदः तदेव अन्योन्य अभावः इति भेदः. प्रतियोगिनं विहाय सः सर्वत्र भवति. तदेव घटं विहाय तत् जगति सर्वत्र तद् भेदः भवति. एवं पटो न इति भेदः पटं प्रतियोगिनं विहाय सर्वत्र भवति. प्रथमं घटो न इति दृष्टवन्तः. इदानीं पटो न इति स्वीकुर्मः चेत् तत् पटम् इति प्रतियोगी तद् एवं पटो न इति इत्युक्ते किं पूर्णवाक्यं किं घटः पटो न तत्र किं भवति. तत्र पटो न इत्युक्ते तत्र पटम् इति प्रतियोगी तद् विहाय सर्वत्र भेदः इत्युक्ते अभावः सर्वत्र भवति. कस्य अभावः पटो न इत्युक्ते पटम् एव प्रतियोगी तद् विपरीतं वदामि वा. न वदतु. प्रथमं घटो नास्ति इति अभावः अस्ति. प्रथमं घट प्रथम उदाहरणे घटो नास्ति इति अभावः घटं विहाय जगति सर्वत्र भवति इत्युक्ते पटो न इत्युक्ते तत्र पटाभावः. पटाभावः समीचीनं. आम् तद् पटं विहाय जगति सर्वत्र भवति. तर्हि प्रतियोगिनं विहाय भेदः सर्वत्र भवति इत्यस्य कः अर्थः प्रतियोगिनं विहाय भेदः सर्वत्र भवति इत्युक्ते यदा वयं पटः आनयामः चेत् तद् भेदः तु भेदः नास्ति इति भवति किल. कथं भेदः अस्तु. भवती पूर्वं यत् उक्तवती घटः पटो न इति उदाहरणं स्वीकुर्मः. घटः पटो न अत्र पटभेदविषये उक्तं खलु. घटः पटो न इत्युक्ते पटः प्रतियोगी. तर्हि पटभेदः वा पटाभावः पटस्य अभाव अन्योन्याभावः घटे अस्ति अपि तु सर्वत्र अस्ति जगति खलु. पटं विहाय सर्वत्र अस्ति. पटः तु एकः एव तत्र खलु, तर्हि प्रतियोगिनं विहाय अभावः, तस्य पटस्य अभावः सर्वत्र अस्ति. तर्हि तत्र पटस्य आनयनेन इति स्थितिः भवति वा? पटः तु अस्ति एव खलु तत्र. परन्तु अत्यन्त अभावविषये एव पटः भूतले नास्ति इति वदामश्चेत् पटः नास्ति तत्र, भूतले एव पटः नास्ति. तर्हि पटस्य आनयनेन पटाभावः निवार्यते खलु. परन्तु अत्र भेदविषये किं भवति? परन्तु यदा वयं पटः आनयति चेदपि घटः अस्ति इति एव चिन्तनं किल. हा हा, केवलं भेदविषये, घटः अस्ति, पटः अस्ति, सर्वम् अस्ति एव. परन्तु केवलं पटः यः प्रतियोगी अस्ति तं विहाय पटभेदः सर्वत्र अस्ति, तस्य निवारणमेव न भवति. यत्किमपि करोतु तस्य निवारणं न भवति. किमर्थम्? अन्योन्यभावः अस्ति, तदेव. अवगतम्? अवगतम्. तर्हि सुनील् महोदय, भवान् वक्तुम् इच्छति वा तस्य विषये? तदेव वाक्यं प्रतियोगिनं विहाय. अत्र भेदस्थले प्रतियोगिनं विहाय भेदः सर्वत्र भवति इति. हा, इत्युक्ते किम्? इत्युक्ते अत्र द्रव्योः मध्ये भेदः अस्ति चेत् अन्यद्रव्यम् आनयति चेदपि तत्र भेदः अस्ति इति. अतः तत्र भेदः प्रतियोगिनं विहाय सर्वत्र. तर्हि उदाहरणेन वदति वा? अहं चिन्तयामि अत्र अस्मान् उदाहरणे घटः पटः न इति वदामः चेत् पटः अनियोगी इति चिन्तयामि, घटः प्रतियोगी इति. अतः तत्र घटः प्रतियोगी चेत् घटभेदः कुत्र? घटभेदः पटे अस्ति. पटे अस्ति, अपि तु अतः पटः अनियोगी, अतः घटः प्रतियोगी, अतः घटं विहाय भेदः सर्वत्र भवति. सर्वत्र भवति, अस्तु, समीचीनम्. अग्रे पुष्पा भगिनी. अस्तु भगिनि. पठति वा? घटः स्वस्मिन् अस्ति तादात्म्यसम्बन्धेन इति कारणेन घटः स्वस्मात् भिन्ना. घटभेदः घटे इति न भवति. घटभेदस्य प्रतियोगी कः? प्रतियोगी नाम कः? अभावस्य विरोधी. तत्पर्यन्तं वदतु भगिनि. घटः स्वस्मिन् अस्ति तादात्म्यसम्बन्धेन. तादात्म्यसम्बन्धेन घटे स्वस्मिन् अस्ति इति कारणेन घटः स्वस्मात् भिन्नः. तत्तु घटः स्वस्मात् भिन्नः. अस्तु, घटः स्वस्मात् स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति इति कारणेन घटः स्वस्मात् भिन्नः. घटः घटभेदः घटे इति न भवति. न बोधनं न शक्नुमः तादृशं न वक्तुं शक्नुमः घटः तु घटः एव तत्र तादात्म्यसम्बन्धेन तिष्ठति इति कृत्वा स्वस्मात् भिन्नः इति न वक्तुं शक्नुमः तत्तु घटभेद घटे अस्ति इति तु न शक्नुमः न वदितुं न शक्नुमः घटभेदस्य प्रतियोगी कः प्रतियोगी नाम कः अभावस्य विरोधी अत्र घटभेदस्य प्रतियोगी तु अभाव प्रतियोगी तु अभावस्य विरोधी अस्ति विरोधः अस्ति इत्युक्ते उदाहरणं स्वीकृत्य वदतु भगिनि घटाभावः न न वाक्यं वाक्यं किं भेदस्थले घटाभेदस्य प्रतियोगिकः वाक्यं पृथक्त्वस्थले घटः पठात् पृथक् इति अस्ति वाक्यं खलु भेदस्थले भेदस्थले वेदस्थले घटभेदः कथं एतत् द्रव्यं तस्मात् भेदः भिन्नः इति खलु घटः पटो न इति वाक्यं खलु आं तत् स्वीकृत्य वदतु कः प्रतियोगी कः अनियोगी कस्य विरोधी इत्यादयः घटः पठ न घटः पठो न उक्तं उक्तं घटस्य घटः पटात् भिन्नः तर्हि प्रतियोगी तु अस्तु वदतु वदतु भगिनि प्रतियोगी तु घटः अभावस्य अभावस्य विरोधी तत्तु प्रतियोगी अस्ति चेत् अभावः अस्ति अभावः विरोधनम् अस्ति न प्रतियोगी प्रतियोगिनी विरोधः प्रतियोगिता इति खलु तर्हि घटस्य घटाभावः वा घटभेदः कुत्र अस्ति घटभेदः पटे अस्ति पटे अस्ति तर्हि पटः कः पटः घटः प्रतियोगी विरोधी घटः प्रतियोगी पटः विरोधी प्रतियोगिनः विरोधी खलु प्रतियोगिनः विरोधी हा तर्हि सः पटः अस्ति अनुयोगी पटः अस्ति अनुयोगी अस्तु अग्रे सुनील रामप्रिया भगिनी खलु यस्य आनयनेन घटभेदः घटस्य अन्योन्य अभावः न भवितुम् अर्हति घटः अस्ति चेत् तस्मिन् घटस्य अन्योन्य अभावः नास्ति अतः घटभेदस्य प्रतियोगी घटः एव तावत् पर्यन्तं भगिनि यस्य आनयनेन यस्य आनयनेन घटभेदः घटस्य अन्योन्य अभावः न भवितुम् अर्हति. प्रतियोगी नाम अभावस्य विरोधी. यस्य आनयनेन घटभेदः इत्युक्ते घटस्य अभावः घटस्य अन्योन्य अभावः न भवितुम् अर्हति, न भवति इति. घटस्य आनयनेन घट अभेदः घटस्य अन्योन्य अभावः न भवितुम् अर्हति, न भवति इति किल. अग्रे पठतु तर्हि. घटः अस्ति चेत् तस्मिन् घटस्य अन्योन्य अभावः नास्ति. आम्, यदा घटः अस्ति चेत् घटभेदः न भवति. अतः एवं वा, घटः अस्ति चेत् घटभेदः न भवति वा? घटः अस्ति चेत् घट अभावः न भवति, घटस्य अन्योन्य अभावः नास्ति. आम् आम् किल भगिनि, यदा घटः अस्ति चेत् घट अभावः नास्ति किल? कथं तत्र वाक्यं पठतु कृपया स्पष्टतया. घटः अस्ति चेत् तस्मिन् इति अस्ति खलु, तस्मिन् घटस्य अन्योन्य अभावः नास्ति. घटे घटस्य अन्योन्य अभावः नास्ति. घटस्य घटभेदस्य प्रतियोगी घटः एव. घटः इदानीं घटः अस्ति, घटः अस्ति, घटः पटात् भिन्नः, घटः वृक्षात् भिन्नः. तर्हि घटभेदः कुत्र कुत्र अस्ति? घटाभावः, घट अभावः इत्युक्ते घटस्य अन्योन्याभावः कुत्र कुत्र अस्ति? घटं विहाय जगति सर्वत्र अस्ति. इत्युक्ते अत्र घटे नास्ति इति. हा, घटस्य अन्योन्य अभावः घटे नास्ति खलु. इदानीं स्पष्टम्? तर्हि घटस्य अन्योन्यभावः पटे अस्ति, वृक्षे अस्ति इति, परन्तु घटे तु नास्ति. भवत्या यत् उक्तं तत्तु अत्यन्त अभावः विषयः खलु. यदि घटस्य आनयनेन अभावः नास्ति इति भवत्या उक्तं तत्तु अत्यन्त अभावः. अत्र इदानीं पूर्वतनवाक्यं पठतु भगिनि. आम्, पूर्वतनवाक्यम् इत्युक्ते प्रथमवाक्यं वा? यस्य आनयनेन इति. यस्य आनयनेन घटभेदः घटस्य अन्योन्य अभावः न भवितुम् अर्हति. यस्य आनयनेन इत्युक्ते घटस्य आनयनेन घटभेदः इत्युक्ते घट अन्योन्य अभावः, घटस्य अन्योन्य अभावः न भवितुम् अर्हति. इत्युक्ते अत्र केवलं महोदयेन उक्तं प्रदर्शनार्थम् एव. तत्र अन्योन्याभावविषये द्रव्यस्य आनयनेन इति प्रसङ्गः एव न उदेति खलु. केवलम् अत्यन्ताभावविषये एव अभावः अस्ति चेत् घटस्य आनयनेन घटाभावः निवार्यते, पटस्य आनयनेन पटाभावः गच्छति खलु. परन्तु अत्र तु अन्योन्याभावविषयः, भेदविषयः. यस्य आनयनेन घटभेदः इत्युक्ते तत्र तादृशप्रसङ्गः एव न उदेति. केवलं प्रदर्शनार्थं घटः अस्ति चेदपि घटभेदः तु वर्तते, परन्तु घटे न वर्तते इति. तदेव अस्ति अर्थः. अग्रे अतः अतः घटभेदस्य प्रतियोगी घटः एव. घटरूपप्रतियोगिनी घटभेदो नास्ति, घटं विहाय सर्वत्र घटभेदः अस्ति. घटरूपप्रतियोगिनी घटभेदो नास्ति, घटभेदः घटभेदः घटस्य घटरूपप्रतियोगि रूप इति वर्ण वर्ण गुणं सूचयति वा? न न न न वा घट घट आकारः इत्युक्ते इत्युक्ते घटः यः अस्ति प्रतियोगी रूपेण अस्ति खलु तद्रूपम् आम् घटरूपप्रतियोगिनी हा घटरूपप्रतियोगिनी घटभेदः नास्ति घटं विहाय सर्वत्र घटभेदः तत्र किम् अस्ति अर्थः कः घटरूपप्रतियोगिनी घटभेदो नास्ति इत्युक्ते किम् घटभेदो नास्ति नास्ति इति अस्ति प्रतियोगी कः प्रतियोगी प्रतियोगी कः अत्र सुनील महोदय घटरूपप्रतियोगी घटरूपमेव घटः एव खलु प्रतियोगी तर्हि घटरूपप्रतियोगिनी इत्युक्ते सप्तमी तर्हि घटे घटभेदः अस्ति वा नास्ति पटे एव यदा पटः अस्ति चेत् पटे एव घटभेदः घटे किम् अस्ति तर्हि घटप्रतियोगी अस्ति घटे प्रतियोगिता अपि तु घटे किम् अस्ति घटे किं किम् अस्ति वदन्तु कृपया किं किं प्रतियोगी प्रतियोगी प्रतियोगी अस्ति घटे प्रतियोगिता अस्ति खलु प्रतियोगिता अस्ति अभावस्य प्रतियोगिता अस्ति अग्रे किम् अस्ति घटे अन्यूनभावः अस्ति वा अस्ति किम् अस्ति अस्ति कथम् अन्योन्यभावः अस्ति वा घट अन्योन्यभावः अस्ति वा घटे न घटे न कपाल घटे घटा घटकप कपालयोः मध्ये अन्योन्यभावः अस्ति हा समीचीनं परन्तु घटपटयोः खलु पट अन्योन्याभावः घटे अस्ति न तु घट अन्योन्याभावः खलु अपि तु किम् अस्ति घटे तादात्म्यसम्बन्धः इति उक्तं खलु किम् अस्ति घटे घटः एव अस्ति खलु तेन आधारेण घटत्वम् अस्ति खलु अस्तु तर्हि घटरूपप्रतियोगिनी घटभेदः नास्ति सर्वम् अस्ति परन्तु घटभेदः नास्ति स्पष्टम् स्पष्टम् इदानीं किमर्थम् इत्युक्ते घटभेदः तु सर्वत्र अस्ति घटं परितः अस्ति परन्तु घटे नास्ति खलु घटं परितः सर्वत्र अस्ति परन्तु घटे नास्ति घटभेदः इति अर्थः आम् अग्रे पटः घटात् भिन्नः इत्यनेन घटभेदः पटे मठः घटात् भिन्नः इत्यनेन घटभेदः मठे वृक्षः घटात् भिन्नः इत्यनेन घटभेदः वृक्षे प्रतियोगिनं घटं विहाय घटभेदः सर्वत्र अस्ति एतद् एव तत्र अपि पटः घटात् भिन्नः इत्युक्ते तत्र अपि घटभेदः पटे अस्ति. मठः घटात् भिन्नः इत्युक्ते तत्र अपि घटभेदः मठे. वृक्षः घटात् भिन्नः इत्युक्ते तत्रापि घटभेदः वृक्षे अस्ति. अतः प्रतियोगिनं घटं तद्विहाय घटभेदः सर्वत्र जगति सर्वत्र अस्ति. समीचीनं. तर्हि घटभेदः पटे, घटभेदः मठे, घटभेदः वृक्षे, परन्तु घटे कदापि नास्ति. इदानीं स्पष्टं खलु? अत्र तु प्रमुखः अंशः अस्ति पृथक्त्वस्य अपेक्षया वेदस्य स्थितिः भिन्ना इति. किम् अस्ति तत्? सरलतया वदन्तु कृपया. पृथक्त्वं घटस्य विषये घटे एव अस्ति. द्रव्याणि अपेक्षया भेदः तु घटं विहाय अन्यत्र अस्ति. समीचीनं, बहु समीचीनम्. इदानीं स्पष्टः खलु? प्रश्नाः सन्ति वा? न? अस्तु अस्तु, अग्रे सुनील् महोदय खलु. अधुना भेदः प्रतियोगिनं विहाय सर्वत्र भवति इत्यस्य अर्थः एवं यत् भेदस्य निखिलावधिकत्वम् अस्ति इति चिन्तनीयम्. निखिलावधिकत्वं नाम किं? प्रतियोगिनं विहाय सर्वत्र भेदः भवति चेत् इदं निखिलावधिकत्वम् इति चेत् भेदस्य निखिलावधिकत्वं भवेत्. यतोहि प्रतियोगिनं विहाय भेदः सर्वत्र तु अस्ति. वाक्यशः पठतु. अधुना भेदः प्रतियोगिनं विहाय सर्वत्र भवति इत्यस्य अर्थः एवं यत् भेदस्य निखिलावधिकत्वम् अस्ति इति चिन्तनीयम्. पूर्वं वयं दृष्टवन्तः भेदः प्रतियोगिनं विहाय सर्वत्र अस्ति इति. अतः भेदस्य निखिलावधिकत्वम् अस्ति वा इति वयं चिन्तयामः. इत्युक्ते अत्र निखिलावधिकत्वस्य वाक्यं तदेव आसीत्. तदेव वा? निखिलावधिकत्वस्य अर्थः किं? कः निखिलावधिकत्वस्य अर्थः? तं विहाय अन्यत्र अवधिकत्वम् अस्ति चेत् तत्र अन्य जगति सर्वत्र द्रव्येषु अवधिगत्वम् अस्ति चेत् तत्र निखिलावधिगत्वम् अस्ति इति खलु. तत्तु भिन्नविषयः खलु. पूर्वस्मिन् वाक्ये यत् अस्ति भेदः सर्वत्र अस्ति, प्रतियोगिनं विहाय भेदः सर्वत्र अस्ति इति विषयः. निखिलावधिकत्वस्य विषयः तु भिन्नः. तद् द्रव्यस्य विषये आसीत्. क्षम्यताम्, अवधिकत्वस्य विषये अस्ति, परन्तु एतावत् पर्यन्तं भेदस्य अवधिकत्वम् एव न वयं न दृष्टवन्तः खलु स्पष्टतया. अग्रे. अतः इदानीं भेदस्य निखिलावधिकत्वम् अस्ति इति चिन्तनीयम्. अतः निखिलावधिकत्वं नाम किम् इति अस्ति. प्रतियोगिनं विहाय सर्वत्र भेदः भवति चेत् तद् निखिलावधिगत्वम् अस्ति चेत् भेदस्य निखिलावधिगत्वं भवेत् इति अस्ति. अतः प्रतियोगिनं विहाय भेदः सर्वत्र अस्ति इति वयं पूर्वं दृष्टवन्तः. तद् स्वीकृत्य भेदः सर्वदा प्रतियोगिनं विहाय सर्वत्र भवति इति अपि स्वीकृत्य निखिलावधिकत्वं भेदस्य निखिलावधिकत्वं भवति भवेत् इति अत्र अस्ति. न, परन्तु भवतः चिन्तनं किं? वाक्यं तु अस्ति, परन्तु तत् सत्यं वा न इति परिशीलनीयं खलु? अहं चिन्तयामि अस्ति इति. वाक्यशः पठित्वा वदतु. पृथक्त्वस्य, अस्तु, पृथक्त्वस्य निखिलावधिकत्वं नास्ति इति जानीमः. कस्य आधारेण? तत्र स्वस्मिन् अवयवे स्व आश्रयं स्वीकृत्य तत्र निखिलावधिकत्वं भवितुं नार्हति इति. पुनः इत्युक्ते तत्र किञ्चित् क्लिष्टः अस्ति वा? अहं जानामि, परन्तु वक्तुं न शक्नोमि. न, अभ्यासेन किञ्चित् सरलतया वक्तव्यं भवति खलु? अत्र घटस्य उदाहरणं स्वीकृत्य घटं विहाय पृथक्त्वं सर्वत्र अस्ति, परन्तु स्वस्मिन् आश्रयम् आश्रये पृथक्त्वं नास्ति इति कारणेन. पुनः आश्रयम् अतिरिच्य पुनः अवयवान् अतिरिच्य खलु? घटस्य अवयवम् अतिरिक्त्य अवयवानाम् अतिरिक्त्य पृथक्त्वम् अस्ति, परन्तु अतः तत्र निखिलावधिगत्वं नास्ति, अनेकावधिगत्वम् अस्ति इति. अस्तु, तर्हि भेदविषये किम् अस्ति भवतः चिन्तनं वदतु कृपया. भेदविषये वयं जानीमः, अत्र घटस्य उदाहरणमेव स्वीकुर्मः चेत् घटं विहाय भेदः सर्वत्र अस्ति. घटभेदः, घटभेदः सर्वत्र अस्ति. तर्हि भेदस् वदतु कृपया. अतः तत्र भेदस्य निखिलावधिगत्वम् अस्ति इति चिन्तयामि. अस्तु, रामप्रिया भगिनी, भवत्याः चिन्तनं किम्? अत्रापि स्व आश्रय अवयवपरम्परा आगच्छति किल? एवं वा, भेदस्य आश्रयः कः? पृथक्त्वस्य आशयः घटः खलु, घट उदाहरणे. अत्र प्रतियोगी एव अवधिः किल? सम्यक् भगिनि, प्रतियोगी एव अवधिः. किमर्थं किमर्थम् इति विस्मृतवती, परन्तु प्रतियोगी एव अवधिः इति तु स्मरामि. अन्य केनापि वक्तुं शक्नोमि? न, न, प्रयत्नं करोतु. तादात्म्येन अस्ति, समय तु अस्ति. प्रतियोगी स्वस्मिन् तादात्म्येन स्थित्वा स्वं विहाय जगति सर्वत्र भवति. प्रतियोगी सर्वत्र भवति वा? भवति, न न न, स्वं विहाय जगति सर्वत्र भेदः भवति. भेदः भवति. प्रतियोगी स्वस्मिन् तादात्म्येन तिष्ठति किल प्रतियोगी? आम्, तत्तु सत्यमेव. तत् सत्यं, प्रतियोगी एव अवधिः. तद् परन्तु कथम् इति प्रश्नः. सुनील् महोदय, पुष्पा भगिनी, चिन्तनम् अस्ति वा? अहं चिन्तयामि अत्र अस्ति इति, इत्युक्ते अत्र घटं विहाय अन्यत्र भेदः अस्ति इति कारणेन, इति कारणेन सर्वदा अस्ति. अतः निखिलावधिगत्वस्य वाक्यमासीत् तं विहाय इति अस्ति, अतः तत्र तत्र भेदस्थले निखिलावधिगत्वम् अस्ति इति एव अहं चिन्तयामि. न, भेदस्थले नास्ति. वदन्तु, रामप्रिया भगिन्याः मार्गः तु सम्यक्, परन्तु कथम् इति प्रश्नः. अवधि अवधि विषये किञ्चित् पश्यतु कृपया. अवधिः कुत्र भवति? अवधिः इति वदामश्चेत् कुत्र वर्तते अवधिः? द्रव्यस्य बहिः, द्रव्यस्य अन्ते वा, किम् अन्तः भवति वा किम्? द्रव्यस्य, क्षम्यतां, पदार्थस्य बहिः वा पदार्थस्य अन्तः वा किम्? पृथक्त्वम् इति स्वीकुर्मः, पृथक्त्वस्य अवधिकत्वं कुत्र? कस्मात् पृथक् इति वदामः चेत् अत्र कस्मात् पृथक् इति वक्तव्यं खलु. तर्हि अवधित्वं कस्मिन्? ध्रुवं भवति इति, यद्यद् द्रव्यम् अस्ति यस्मात् पृथक् इति, तस्मिन् अवधित्वम् अस्ति खलु. अस्तु, भेदविषये भेदः कुत्र? भेदः इदानीम् अत्र प्रतियोगिनं विहाय सर्वत्र इत्युक्ते, हा इदानीं तु अहं क्लू रूपेण किं दत्तवती. प्रतियोगी एव अवधिः, अवधिः परन्तु कथं, कथम् इति प्रतियोगी एव अवधिः अस्ति. घटात् घटः पटात् भिन्नः इत्युक्ते तत्र घटभेदः पटे खलु, भेदः पटे. तर्हि भेदस्य अवधिः कः? घटभेदः तु घट अन्योन्यभावः खलु. घटभेदः पटे, आम्. तर्हि अन्योन्याभावस्य अवधिः कः? अस्तु, तर्हि चिन्तयित्वा आगच्छन्तु अग्रिमसप्ताहे. मैण्ड् फ्रीस्. अत्र पटः घटात् भिन्नः इति वदामः चेत् अत्र घटभेदः पटे अस्ति. समीचीनं. तदनन्तरं अन्यद्रव्यं स्वीकुर्मः चेदपि पुनः घटभेदः अन्यद्रव्ये अस्ति. अस्ति, घटभेदः पटे, घटभेदः मठे, घटभेदः वृक्षे इति खलु. तर्हि प्रत्येकस्मिन् प्रत्येकं सन्दर्भे अवधिः कः? अत्र घटः अवधिः इति चिन्तयामि. किमर्थम्? तदेव ध्रुवं भवति इति कारणेन. समीचीनं, बहु समीचीनं. घटभेदः यथा यदा पटे अस्ति, घटभेदः यदा मठे अस्ति, घटभेदः यदा पुस्तके अस्ति, प्रत्येकं सन्दर्भे घटात् घटभेदः, खलु? घटभेदः किमर्थं घटभेदः पटे? पटः घटात् भिन्नः, तदर्थं. किमर्थं घटभेदः मठे? मठः घटात् भिन्नः इति. हा, तर्हि अवधिं पश्यतु कृपया. घटः एव खलु, घटात् घटात् इति आगच्छति खलु, तर्हि घटः एव अवधिः. प्रत्येकं सन्दर्भे घटः एव अवधिः, तदेव वैलक्षण्यं खलु भेदस्य. अवधिः एकः एव. तर्हि अवधित्वं प्रतियोगिनी एव. तर्हि निखिलावधिकत्वम् अस्ति वा भेदस्य? नियत अवधिकत्वम् इति एव चिन्तयामि. नियत अवधिकत्वं तु अस्ति खलु, किमर्थम् इत्युक्ते स्पष्टतया भासते. अवधिः तु स्पष्टतया भासते. निखिलावधिकत्वम् अस्ति किम्? निखिलावधिकत्वस्य निरूपणं किम्? घटनिहाय सर्वत्र अस्ति चेदेव निखिलावधिकत्वं भवति. तत्र भ्रमः कुत्र इत्युक्ते अत्र भेदस्य निखिलावधिकत्वम् अस्ति वा इति वा, अथवा तत्र निखिला अवधिकत्वम् इत्युक्ते पदार्थस्य एव खलु. अत्र पदार्थः इत्युक्ते पृथक्त्वं वा भेदः वा संयोगः वा विभागः. अत्र अस्मिन् पाठे अस्माकं पाठविषयाः तु एताः खलु, एते घटस्य निखिलावधिकत्वम् इति न, पृथक्त्वस्य निखिलावधिकत्वम् इति एव वदामः खलु, वा पृथक्त्वस्य अनेकावधिकत्वं, न तु घटस्य अनेकावधिकत्वं खलु. पृथक्त्वम् इति वदनेन एव अवधिः, अवधेः प्रतीतिः. अयं घटः इति वदनेन अवधिः अस्ति वा तत्र? अयं घटः, घटे घटे जलम् अस्ति इति वदनेन अवधिः, अवधेः प्रतीतिः अस्ति वा? नास्ति भगिनि. नास्ति खलु, केवलं पृथक्त्वं वा भेदः वा संयोगः वा विभागः, एतेषु विषयेषु एव अवधेः प्रतीतिः. अपि तु संयोगविभागविषये तु प्रतीतिः तु न भासते एव, प्रतीतिः नास्ति खलु. नास्ति. तर्हि घटभेदस्य निखिलावधिकत्वम् अस्ति वा इति प्रश्नः खलु. अस्तु, चिन्तयित्वा आगच्छन्तु कृपया. किञ्चित् पूर्वमपि पठित्वा न, परन्तु क्रमेण गन्तव्यं, लिखित्वा स्टेप् बै स्टेप् सोपानेन गच्छति चेत् स्पष्टं भवति. अस्तु, तर्हि विरमामः, आगामि सप्ताहे मिलामः. धन्यवादः. शुभरात्रिः. धन्यवादः भगिनि.